अस्तु, तर्हि गतकक्षायां वयं तत्र जनकनाशजन्यगुणनाशस्य विषये दृष्टवन्तः. तर्हि तत्र जनकः इत्युक्ते कारणं, तर्हि कारणमपि त्रैविध्यम् इति वयं पूर्वं जानीमः. तेन अनुसारेण तत्र कारणनाशः भवति चेत् अथवा कारणनाशात् अजन्यः गुणनाशः कथं भवति इति तत्सर्वं तत्र पीलुपाकन्यायमते पिटरपाकन्यायम् इति सर्वं वयं दृष्टवन्तः. तदनन्तरम् अवशिष्टे यदस्ति तद् किञ्चित् अग्रे अनन्तरं पठेम इति महोदय पूर्वम् उक्तवान्, इत्युक्ते यथा अन्यता सिद्धा इति तादृशविषयः तत्र आगच्छति, तत्सर्वम् अग्रे यथा तस्मिन् विषये चर्चा भवति विद्याधरी पुस्तके तस्मिन् समये आगत्य तत्र परिशिष्टेयः भागः अस्ति, अवशिष्टः भागः तदा पठेम इति महोदयेन उक्तं. तर्हि अद्य तत्र नूतनकरपत्रम् अस्ति खलु, तत्र विभागसंयोगनाशयोः कार्यकारणभावः इति, तस्मिन् विषये किञ्चित् पठेम. तर्हि करपत्रं पुरतः स्यात् सर्वेषां पुरतः. तत्र अन्य कोऽपि प्रश्नः नास्ति चेत् एतस्मिन् विषये वयं पठितुं शक्नुमः. मम प्रश्नः किमपि नास्ति भगिनि. अस्तु अस्तु, तर्हि आरम्भं कुर्मः. महोदय भवान् एव आरम्भं करोतु. सुकवन महोदय. आम् भगिनि, विभागसंयोगनाशयोः कार्यकारणभावः. यथोक्तं पूर्वं न्यायशास्त्रे विभागसंयोगनाशयोः प्रक्रिया एतादृशः उच्यते. आकाशदेशघटयोः संयोगः घटे क्रिया, यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः, तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः, अन्येन आकाशदेशेन सह संयोगः क्रियानाशः. तत्र संयोगः द्विविधः, कर्मजः संयोगजः च. कर्मजसंयोगः इत्युक्ते कर्मणा संयोगः उत्पद्यते, यथा हस्ते विद्यमानया क्रियया हस्तपुस्तकयोः संयोगः, स च कर्मजः. तत्र कायपुस्तकयोः संयोगः संयोगजः. संक्षेपे आहत्य क्रमः एवं संयोगः क्रियाविभागः संयोगनाशः इति. तत्र समग्रदृष्टि इव पूर्वम् अस्माभिः यत् पठितं तत् दत्तमस्ति अस्मिन् परिच्छेदे. पञ्चक्षणप्रक्रिया इति वयं पूर्वं पठितवन्तः. तत्र किम् अस्माभिः दृष्टम् इति चेत्, घटः इतः प्रायः ततः गच्छति इति, नयति कोऽपि नयति इति चिन्तयामश्चेत् प्रथमं तत्र किं भवति इत्युक्ते, घटे प्रथमक्षणे घटे क्रिया भवेत्, अनेन क्रियया यस्मिन् आकाशदेशे घटः पूर्वं स्थितः ततः तत् देशात् विभागः जायते. विभागः जायते इत्युक्ते विभागः इति गुणः घटे जायते इति अस्माभिः पठितं. द्वितीयक्षणे विभागः इति गुणः जायते घटे, अनेन विभागेन तत्र आकाशघटयोः मध्ये, आकाशः अपि द्रव्यं, विभुद्रव्यं नित्यद्रव्यम् इति वयं जानीमः, घटः अपि द्रव्यम्, अतः अनयोः मध्ये संयोगः इति गुणः भवितुम् अर्हति. द्रव्ययोः मध्ये संयोगः भवितुम् अर्हति इति कृत्वा विभागः यदा जायते द्वितीयक्षणे, ततः तस्मात् अग्रिमक्षणे आकाशघटयोः मध्ये यत् संयोगः अस्ति तस्य नाशः भवति तृतीयक्षणे, किन्तु इदानीमपि क्रिया जायत्येव इति कृत्वा घटे क्रिया जायमानमस्ति, चतुर्थक्षणे यत् आकाशदेशे घटः आसीत् तस्मात् अग्रिम आकाशदेशे पुनः नूतनसंयोगः जायते इति, चतुर्थक्षणे नूतनसंयोगः जायते, तदनन्तरं क्रियानाशः भवति इति, क्रियानाशः अपि वक्तव्यः, नो चेत् घटः यत्र कुत्रापि न तिष्ठति इति कृत्वा पञ्चमक्षणे क्रियानाशः भवति इति स्वीकार्यम्। अपि च अस्माभिः दृष्टं तत्र संयोगः, संयोगे द्वैविध्यं भवति इति, एकं तु कर्मजः कर्मणः, तत्तु इदानीं वयं नास्ति, उदाहरणं हस्तपुस्तकयोः मध्ये तत्र संयोगः जायते इति उदाहरणं स्वीकुर्मश्चेत् तत्रापि पञ्चक्षणप्रक्रिया एव प्रचलति, हस्तः एकस्मात् देशात् अन्यत्र गच्छति, प्रथमं हस्ते क्रिया जायते, तदनन्तरं विभागः द्वितीयक्षणे विभागः हस्ते हस्ते अपि च आकाशे जायते, विभागः अपि द्विनिष्ठः इति कृत्वा अनेन पूर्वदेशसंयोगनाशः भवति, उत्तरदेशसंयोगः भवति, तदनन्तरं पञ्चमक्षणे हस्ते यत् क्रिया जातं तस्य नष्टः अपि भवति, अनेन हस्तपुस्तकयोः मध्ये संयोगः जायते, तत्तु क्रियया जातम् इति कृत्वा कर्मजः, तादृशसंयोगः हस्तपुस्तकयोः यत् संयोगः जातं तत् क्रियया जातम् इति कर्मजः। यस्मिन् क्षणे हस्तपुस्तकयोः मध्ये संयोगः जायते तस्मिन् क्षणे एव शरीरः, किमर्थम् इत्युक्ते तत्र हस्तः शरीरस्य अवयवः इति कृत्वा शरीरपुस्तकयोः अपि तत्र संयोगः जायते एव, किन्तु तत् संयोगः साक्षात् कर्मजसंयोगः इति न वक्तुं शक्यते, किन्तु संयोगजसंयोगः, हस्तपुस्तकयोः मध्ये यदा संयोगः जायते अनेन शरीरस्य अपि च पुस्तकयोः शरीरपुस्तकयोः मध्ये संयोगः जायते इति कृत्वा संयोगजसंयोगः इति भवति। किन्तु अत्र सारांशत्वेन किं मनसि भवेत् इत्युक्ते पञ्चक्षणप्रक्रिया, प्रथमं क्रिया, क्रियातः विभागः, विभागात् पूर्वदेशसंयोगनाशः, पूर्वदेशसंयोगनाशानन्तरम् उत्तरदेशसंयोग संयोगः, तदनन्तरं क्रियानाशः इति मनसि भवेत्। अति उत्तमं महोदय, तत्र एकमेव तत्र मम चिन्तनमासीत् वक्तुम् इच्छामि, तत्र आकाशघटयोः संयोगः भवितुम् अर्हति इति भवान् उक्तवान् खलु, परन्तु सर्वदा भवति एव अर्हति इति न, यतोहि आकाशः इति विभुद्रव्यम् इति कृत्वा सर्वमूर्तसंयोगी अस्ति खलु, तत् इति कृत्वा सर्वदा तत्र संयोगः अस्ति एव, परन्तु यदा आकाशघटयोः विभागः इति वदामः चेत् तत्र देश इत्युक्ते तत्र उपाधि अवच्छेदेन तादृश संयोगनाशः विभागः नूतनसंयोगः इति सर्वम् आगच्छति। आम् आम्, किन्तु किमर्थम् अर्हति इति मया उक्तम् इत्युक्ते तत्र आकाशः अपि द्रव्यं, घटः अपि द्रव्यम् इति कृत्वा द्रव्ययोः मध्ये एव संयोगः भवितुम् अर्हति। हा हा हा, न यद् भवान् उक्तवान् तद् अवगतवती, परन्तु मूर्तद्रव्यम् इति कृत्वा किञ्चित् वैशिष्ट्यमस्ति खलु तावदेव। आमामां, सर्वाणां द्रव्याणां सर्वदा आकाशस्य संयोगः, आकाशेन संयोगः सर्वदा भवत्येव सर्वमूर्तद्रव्येण सह, सर्वमूर्त आम् आं सत्यम् अस्तु हा धन्यवादः महोदय अति उत्तमम् आसीत् तर्हि अग्रे पठेम सुनील महोदय भवान् पठति वा अत्र स्वतन्त्रया किञ्चित् अन्तिमं चिन्तनम् अस्मिन् विषये चिन्तनं प्रश्नोत्तररूपेण क्रियते अत्र प्रश्नोत्तररूपेण अधिकं चिन्तनम् अस्ति केनचित् सह आलापः प्रश्नः यया रीत्या संयोगः उत्पद्यते कर्मणा तया एव रीत्या किमर्थं वक्तुं न शक्नुमः यत् संयोगनाशः अपि कर्मणा उत्पद्यते अतः अत्र प्रश्नः अस्ति यदा अत्र संयोगः उत्पद्यते अत्र केन कारणेन अथवा अत्र कर्मणा अत्र संयोगः भवति तादृशरीत्या तत्र संयोगनाशः अपि केनचित् कर्मणे कर्मणा भवति इति कथं न वक्तुं शक्नुमः इति प्रश्नः उत्तरमस्ति कर्मवशात् एव संयोगः नश्यति इति विवक्षा वा एकस्य एव वस्तुनः उत्पादकः नाशकः समानः इति कुत्र दृष्टम् उत्पादकः एव नाशकः इति भवान् वदति उत्पादकः एव नाशकः इति भवितुं न अर्हति यतोहि उत्पादकत्वं नाशकत्वम् इति परस्परविरुद्धं परस्परविरुद्धधर्मद्वयम् अत्र उत्तरमस्ति कर्मवशात् एव संयोगः नश्यति इति विवक्षा वा इति अत्र संयोगस्य नाशः कर्मणा एव भवति वा इति प्रत्युत्तरम् अस्ति प्रति प्रश्नः अस्ति महोदय क्षम्यताम् इत्युक्ते तत्र प्रश्नः कः इति भवान् अवगतवान् खलु आमाम् अत्र संयोगनाशः कर्मणा इति वक्तुं शक्नुमः चेत् क्षम्यतां संयोगः इति कर्मणा इति वक्तुं शक्नुमः चेत् संयोगनाशः अपि कर्मणा उत्पद्यते इति प्रश्नः एवं वक्तुं शक्नुमः वा इति प्रश्नः हा इत्युक्ते वक्तुं तत्र प्रथमं तु वक्तुं शक्नुमः चेत् इति नास्ति खलु इत्युक्ते वयम् अङ्गीकृतवन्तः तत् संयोगः कर्मणा जायते इति यतोहि तत्र यथा तत्र पञ्चक्षणव्यापिनी प्रक्रिया इति वयं दृष्टवन्तः इदानीं तत्र पश्यामः चेत् तत्र प्रथमं तत्र संयोगः अस्ति तदनन्तरं क्रिया तदनन्तरं विभागः विभागेन संयोगनाशः तेन नूतनसंयोगः तदनन्तरमेव क्रियानाशः इत्युक्ते क्रियानाशः क्रियया एव संयोगः जायते इति वयं तत्र दृष्टवन्तः तथा अस्ति चेत् यत् क्रिया क्रिया अनन्तरं तत्र विभागः विभागेन संयोगनाशः इति संयोगनाशः यदा भवति तत्तु तत्र तदपि कर्मणा जायते वा इति प्रश्नः आगच्छति एतत् प्रश्नः सुशुकोनमहोदय अपि पूर्वं पृष्टवान् तर्हि तस्य प्रायः अस्मिन् कक्षायां अस्यां कक्षायां प्रश्नस्य अपि समाधानं भवेत् परन्तु तदेव प्रश्नः तर्हि प्रश्नः तदा अस्ति चेत् तर्हि तत्र प्रत्युत्तरं यदा सः तत्र सिद्धान्ती वदति तर्हि सः पृच्छति तर्हि तत्र संयोग उत्पत्तिः अपि च संयोगनाशः द्वयमपि कर्मणा जायते इति विवक्षा वा इति सः पृच्छति परन्तु तत्र प्रथमवाक्ये कर्मवशात् एव संयोगः नश्यति इति विवक्षा वा इति अत्र केवलं संयोगस्य वा हा इत्युक्ते तदर्थमेव उक्तवती इत्युक्ते संयोगः कर्मवशात् एव जायते इति वयम् अङ्गीकृतवन्तः तर्हि इदानीं पृच्छति संयोगनाशः अपि कर्मवशात् भवति वा इति प्रश्नः तदर्थमेव द्वितीयवाक्यं पश्यामः चेत् तत्र एकस्य एव वस्तुनः उत्पादकः नाशकः समानः इति कथं भवेत् इति प्रश्नः आगच्छति तेनैव कारणेन अतः एकस्य एव वस्तुनः उत्पादकः नाशकः समानः इति कुत्र दृष्टम्? उत्पादकः एव नाशकः इति भवान् वदति, उत्पादकः एव नाशकः इति भवितुं न अर्हति, यतोहि उत्पादकत्वं नाशकत्वम् इति परस्परविरुद्धम्। अतः एकस्मिन् वस्तोः उपरि अत्र उत्पादकत्वं नाशकत्वं समानम् इति वक्तुं शक्नुमः वा इति एव अत्र चर्चा अस्ति। अतः उत्पादकः एव नाशकः इति नास्ति, इत्युक्ते उत्पादकत्वं नाशकत्वम् इति परस्परविरुद्ध विरुद्धमस्ति इति। इत्युक्ते परस्परविरुद्धस्वभावः खलु, उत्पादकम् इति यः धर्मः अस्ति तद् नाशकत्वम् इत्यस्य विरुद्धमस्ति, हा विरुद्धं विरुद्धः धर्मः इति कृत्वा तत्र एकस्मिन् एव पदार्थे तत्र द्वयमपि कथं वा भवितुम् अर्हति इति इदानीं प्रश्नः। अत्र परस्परविरुद्धधर्मद्वयम् अत्र उत्पादकत्वं नाशकत्वम् इति। प्रश्नः इदानीं, किमर्थं तदा किमर्थम् एकः एव उत्पादकः सोपि नाशकः इति भवितुं न अर्हति? अतः अत्र पुनः पृच्छति, एकः एव उत्पादकः सः एव नाशकः अपि भवितुं नार्हति वा इति प्रश्नः। उत्तरं, कुत्र दृष्टं? कुत्रचिदपि नास्ति किल। अत्र अत्र व्यावहारिकरीत्या एकः एव द्वयमपि न भवति, अतः कुत्रचिदपि नास्ति। प्रश्नः अस्तु, कुत्रचिदपि न दृष्टम् इति भवतु, प्रथमवारं किमर्थं न स्यात्? अत्र इदानीं पुनः प्रश्नः अस्ति, कुत्रचित् अपि पूर्वं न दृष्टं, परन्तु इदानीं नूतनतया भवितुं न अर्हति वा इति प्रश्नः। उत्तरम्, एवं सति द्वितीयक्षणे नाशः कुतः न भवति? यदि कर्म संयोगं नाशयति, संयोगोत्पत्तेः अग्रिमक्षणे एव संयोगं नाशयितुं विलम्बः कुतः? कर्म एव कारणं संयोगनाशस्य इत्युच्यते किल? अत्र नूतनम् अस्ति चेत् अत्र द्वितीयक्षणे एव नाशः अस्ति इति एवं चिन्तनं कुतः इति प्रश्नः। यदि कर्मसंयोगं नाशयति संयोगोत्पत्तेः अग्रिमक्षणे एव संयोगः नाशयितुं विलम्बः कुतः? अतः इदानीं कर्मणा संयोगनाशः भवति चेत् संयोगोत्पत्तेः अनन्तरक्षणे एव संयोगं नाशयितुं तादृशसमयः अस्ति इति, अतः तद् कुतः इति। एकक्षणं महोदय, तत्र अवगतवान् वा किमर्थं तथा विधचिन्तनम् अस्ति इति? यतोहि यदा संयोगः जायते तदा इदानीं क्रिया समाप्ता नास्ति खलु, संयोगस्य अनन्तरमेव क्रियानाशः भवति। तर्हि क्रिया यदा संयोगः जायते तदा क्रिया तु अस्ति एव, तर्हि क्रियया एव संयोगनाशः भवति चेत् यस्मिन् क्षणे संयोगः भवति तस्य उत्तरक्षणे एव संयोगनाशः भवतु, किमर्थं तथा न भवति? यतोहि क्रिया इदानीं जायमाना अस्ति खलु। आम्, इत्युक्ते अत्र घटस्य उदाहरणं पश्यामः चेत् तत्र घटः एकस्मिन् प्रकोष्ठे अस्ति, अत्र कर्मणा अन्यप्रकोष्ठं प्रति गच्छति सः अत्र संयोगनाशः भवति तदनन्तरक्षणे तत्र अन्यत्र संयोग उत्पत्तिः अपि भवति न वस्तुतः वस्तुतः प्रथमं किं भवति क्रिया जायते चेत् क्रिया अनन्तरं प्रथमं विभागः खलु विभागः विभागस्य अनन्तरं संयोगनाशः तदनन्तरं संयोगः सत्यम् इदानीं यदा नूतनसंयोगः जायते तदनन्तरं संयोगनाशः भवतु यतोहि तत्र क्रियानाशः न अभवत् खलु तर्हि द्वितीयक्षणे एव इत्युक्ते संयोगस्य द्वितीयक्षणे एव किमर्थं प्रथमक्षणे संयोगः जायते चेत् द्वितीयक्षणे एव किमर्थं संयोगनाशः न भवति यतोहि क्रिया इदानीं जायमाना अस्ति इदानीम् अवगतम् मया अस्तु कर्म एव कारणं संयोगनाशस्य इत्युच्यते किल अतः अत्र पुनः अस्ति अत्र कर्मणा एव संयोगनाशः इति भवति किल न इत्युक्ते कर्मणा संयोगनाशः भवति इति नास्ति खलु परन्तु तथा स्वीकुर्मः चेत् किमर्थं तथा न भवति इति प्रश्नः आगच्छति इदानीं वस्तुतः कर्मणा संयोगनाशः तु न भवति अस्तु रामप्रिया भगिनी भवती अग्रे पठति वा आं भगिनि प्रश्नः न बुद्धं कः विलम्बः उत्तरम् इदानीं पश्यतु संयोगः प्रथमक्षणे उत्पद्यते नश्यति च कस्मिन् क्षणे द्वितीयक्षणे नश्यति वा न नश्यति कतिपयक्षणान्तरमेव नश्यति किमर्थं तावान् विलम्बः संयोगस्य उत्पत्तिक्षणे कर्म अस्ति किल संयोगस्य एव कारणं यत् कर्म एव नाशकम् इति चेत् कुतो न अग्रिमक्षणे संयोगनाशौ न स्यात् तत्र प्रश्नः अस्ति कः विलम्बः जातः इति यदा क्रिया एव संयोगनाशस्य कारणम् इति स्वीकुर्मः चेत् द्वितीयक्षणे एव संयोगनाशः किं न भवति इति सः पृच्छति तत्र किमर्थं विलम्बः इति सः सिद्धान्ति उत्तरं ददाति तस्य प्रश्नः किल पूर्वपक्षिणः पृच्छति कः विलम्बः इति तत्र उत्तर विलम्बः इत्युक्ते कस्य विलम्बः इदानीं संयोगनाशस्य विलम्बः संयोगनाशस्य विलम्बः कः इत्युक्ते किमर्थम् इति किल इत्युक्ते अत्र कथं हा इत्युक्ते अत्र वस्तुतः इदानीं सिद्धान्ती पृच्छति खलु तत्र किमर्थं तत्र द्वितीयक्षणे एव तर्हि संयोगनाशः न भवति इति तर्हि संयोगः अपि च संयोगनाशः तयोः मध्ये किञ्चित् समयः अस्ति खलु इत्युक्ते यस्मिन् क्षणे संयोगः भवति तस्य उत्तरक्षणे एव संयोगनाशः भवति इति न तयोः मध्ये किञ्चित् अवकाशः अस्ति सः अवकाशः एव विलम्बः खलु तर्हि तत्र विलम्बः कः इति इदानीं तत्र प्रतिपक्षीन् यः अस्ति सः पृच्छति पूर्वपक्षी क्षम्यतां सिद्धान्तिनः उत्तरं ददाति यदा संयोगः प्रथमक्षणे तस्य उत्पत्तिः भवति संयोगः प्रथमक्षणे हरि ओम् हरि ओम् अहमस्मि अस्तु भगिनी श्रूयते वा हा इदानीं श्रूयते भगिनी मध्ये मेसेज् आगच्छति ओ अस्तु किं कस्मिन् विषये? हा इत्युक्ते तत्र कः विलम्बः इति अनन्तरं तदनन्तरं संयोगः संयोगः प्रथमक्षणे उत्पद्यते. प्रथमक्षणे संयोगः भवति. नश्यति च कस्मिन् क्षणे? द्वितीयक्षणे नश्यति वा? न नश्यति. द्वितीयक्षणे संयोगस्य नाशः तु न भवति. कतिपयक्षणान्तरमेव नश्यति, किञ्चित् क्षणान्तरमेव तस्य नाशः भवति. संयोगस्य नाशः कश्चित् क्षणान्तरमेव भवति. किमर्थं तावान् विलम्बः इति इति पृच्छति, इति उत्तरत्वेन पृच्छति. संयोगस्य उत्पत्तिक्षणे कर्म अस्ति किल, संयोगस्य एव कारणं यत् यदा संयोगस्य उत्पत्ति क्षणे तस्मिन् समये कर्म इति क्रिया तद् अस्ति किल, तद् संयोगस्य एव कारणं यत् क्रिया संयोगस्य कारणं. कर्म एव नाशकम् इति चेत् कुतो न अग्रिमक्षणे संयोगनाशः न स्यात्? यदा संयोगः जायते तस्य अग्रिमक्षणे तु क्रियानाशः भवति. तत् क्षणे एव संयोगनाशः किमर्थं न भवति इति सः अपि प्रश्नः पृच्छति. इत्युक्ते किमर्थं सः प्रश्नः इति अवगच्छति खलु? किमर्थम् इत्युक्ते यदा नूतनसंयोगः उत्पद्यते क्रिया अपि नाशः भवति अग्रिमक्षणे, तस्मिन् क्षणे एव संयोगनाशः अपि कुतः न भवति इति. हा इत्युक्ते क्रियानाशः अग्रिमक्षणे भवति इति अस्ति सत्यं, परन्तु तत्र विषयः अस्ति यदा संयोगः क्रियया जायते, यस्मिन् क्षणे संयोगः जायते तस्मिन् क्षणे इदानीं क्रिया तु अस्ति एव सत्यं, तर्हि तत्र संयोगनाशस्य कारणं क्रिया इति अस्ति चेत् तत्र कार्यकारणभावः कः इत्युक्ते तत्र कार्याधिकरणे कारणं भवेत् अपि च कार्यस्य पूर्वक्षणे भवेत् इति खलु, अपि च कार्यस्य पूर्वक्षणे सर्वदा भवेत् इति. तर्हि इदानीं यस्मिन् क्षणे संयोगः जायते तस्मिन् क्षणे क्रिया इति कारणम् इति स्वीकुर्मः चेत् क्रिया तु कार्याधिकरणे अस्ति, यस्मिन् अधिकरणे संयोगः जायते तस्मिन् अधिकरणे क्रिया अस्ति, यतोहि संयोगस्य कारणं तु क्रिया. तर्हि तद् अस्ति. इदानीं पूर्वक्षणे अस्ति इत्युक्ते संयोगः यस्मिन् क्षणे जायमानः अस्ति तस्मिन् क्षणे क्रिया तु अस्ति, सर्वदा अस्ति, यतोहि यत्र यदा संयोगः जायते तदा क्रिया तु अस्ति एव इति कृत्वा कार्यकारणभावस्य तत्र सोपानत्रयं तु तत्र तस्य तत्र तत्तु हा पूरितं भवति इति कृत्वा किमर्थं तत्र संयोगस्य अग्रिमक्षणे संयोगनाशः न भवति, कुतः तथा न स्यात् इति प्रश्नः आगच्छति. यदा तदेव कारणम् हा यदा क्रिया संयोगनाशस्य कारणम् इति चेत् संयोगस्य अग्रिमक्षणे एव संयोगनाशः भवतु इति, किमर्थं तथा न भवति इति प्रश्नः. प्रश्नः इदानीं पूर्वपक्षिणः, यतोहि तत् कर्म न कर्मान्तरं, हस्ते विद्यमाना या क्रिया यया क्रियया हस्तपुस्तकसंयोगः निष्पन्नः द्वयोः संयोगनाशः तया क्रियया न अन्यया क्रियया. तस्य उत्तरं ददाति पूर्वपक्षिणः प्रश्न, यतोहि तद् कर्म न इत्युक्ते तत् यदा क्रिया अस्ति कारणरूपेण तस्मिन् क्रियया एव संयोगनाशः अपि किमर्थं न स्यात् इति प्रश्नस्य उत्तरं ददाति तत् कर्मान कर्मान्तरं. कर्मान्तरम् इत्युक्ते भिन्नक्रिया इत्युक्ते यद्य उदाहरणरूपेण हस्ते विद्यमाना या क्रिया यया क्रियया हस्तपुस्तकसंयोगः निष्पन्नः द्वयोः संयोगनाशः तया क्रियया न अन्यया. यदा हस्तपुस्तकयोः संयोगः क्रियया भवति तया क्रियया एव हस्तपुस्तक संयोगनाशः न भवति, अन्यक्रिया भवति, अन्यया क्रियया तत् भवति, अतः तद् संयोगनाशः अग्रिमक्षणे न भवति तया क्रियया. इत्युक्ते यस्य यया क्रियया संयोगः जायते तया एव क्रियया संयोगनाशः इति न, भिन्नक्रिया आवश्यकी अत्र इति, भिन्नक्रिया आवश्यकी यया क्रियया इदानीं तत्र संयोगनाशः भवति इति. अस्तु, तर्हि अग्रे पुष्पा भगिनी पठति वा. भगिनि, तर्हि विभागस्य क्षणे संयोगनाशः यदि क्रिया एव कारणं संयोगनाशः. न एकक्षणं भगिनि, न तत् पूर्वम् अस्ति खलु, किन्तु पूर्वात् किन्तु तथा सति एकनिमिषं, यतोहि तत् कर्मं किन्तु तथा सति, अस्तु अस्तु अस्तु भगिनि, किन्तु तथा सति प्रक्रिया अनुसर्तव्या भवति, नाम क्रिया ततो विभागः तदा पूर्वसंयोगनाशः इति प्रक्रिया, तदानीं क्रिया अन्यथा सिद्धा भवति, संयोगनाशात् पूर्वक्षणे विभागः अस्ति, तर्हि क्रिया कारणत्वेन अन्यथा सिद्धा. अस्तु, प्रक्रिया अनु किन्तु तथा सति प्रक्रिया अनुसर्तव्या भवति, अनुसरति इति न, प्रक्रिया अनुसरति, अनुसर्तव्या इत्युक्ते तत्र किं, प्रक्रिया तत्तु स्त्रीलिङ्ग अनुसर्तव्या इति स्त्रीलिङ्ग अस्ति, अनुसर्तव्या इत्युक्ते इदानीं यत् प्रक्रिया अस्ति तत्र क्षणपञ्चकव्यापिनी प्रक्रिया इति वयं दृष्टवन्तः खलु, तत्र प्रथमं किं भवति, तत्र प्रथमं क्रिया जायते, क्रिया अनन्तरं विभागः, विभागस्य अनन्तरं संयोगनाशः, तर्हि सः प्रक्रिया वयम् इदानीं या प्रक्रिया अस्ति प्रक्रिया पश्यामः चेत् प्रक्रियां पश्यामः चेत् तत्र किं भवति, तत्र क्रिया तु क्रिया अनन्तरं संयोगनाशः इति नास्ति खलु, क्षणम् अस्ति मध्ये तत्र विभागः इति अस्ति, कतिपयक्षणं तु तत्र संयोगः संयोगनाशः इति तयोः मध्ये अस्ति, परन्तु अत्र तु क्रिया क्रिया अनन्तरं विभागः, विभागस्य अनन्तरं संयोगनाशः इति भवति इति कृत्वा तत्र क्रिया तु संयोगनाशस्य अन्यथा सिद्धा, अन्यथा सिद्धा इत्युक्ते अवगच्छति वा, तदेव तदेव कार्यं न कृत् संयोगस्य संयोगनाशस्य कृतं न करोति, अन्यथा क्रिया तत्र कार्यं करोति, न अन्यथा क्रिया तत्र कार्यं करोति इति न, अन्यथा सिद्धा इत्युक्ते यथा वयं तत्र घटनिर्माणसमये उक्तवन्तः खलु, इत्युक्ते कुलालस्य पिता घटस्य कृते अन्यथा सिद्धा इति वयं अन्यथा सिद्धः इति वयम् उक्तवन्तः, स्मरति वा, इत्युक्ते तत्र तर्हि वदतु भगिनि, तत्र कथं किमर्थं तत्र कुलालस्य पिता अन्यथा सिद्धः? तत्तु कुलालस्य जनकः अस्ति सत्यं, तथैव अन्यथा असिद्धा इति आगच्छति. न न, तत् कुलालस्य जनकः इति कृत्वा अन्यथा सिद्धः इति नास्ति खलु. इत्युक्ते तत्र घटनिर्माणस्य कृते तत्र कुलालः आवश्यकः, कपालः आवश्यकः, तत्सर्वं वयम् उक्तवन्तः. तर्हि तत्र आवश्यकः, हा सत्यं. तर्हि घटः इति कार्यं तस्य कृते तत्र भिन्नभिन्नकारणानि आवश्यकानि खलु. तत्र समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति वयं कारणस्य त्रैविध्यमपि दृष्टवन्तः. तत्र कुलालस्य पिता इति कारणं नास्ति घटनिर्माणस्य कृते इति कृत्वा तत्र यद्यपि कुलालस्य पिता नास्ति चेत् प्रायः कुलालः न स्यात्, तथापि तत्र कुलालस्य पिता इति घटनिर्माणस्य, घटनिर्माणम् इति कार्यं प्रति सः कारणं नास्ति इति कृत्वा अन्यथा सिद्धः इति वयम् उक्तवन्तः. इत्युक्ते यः कार्यं प्रति कारणं नास्ति, साक्षात् कारणं नास्ति, सः तु अन्यथा सिद्धः इति वयम् उक्तवन्तः. अवगच्छति वा? हा, तद्वत् इदानीम् अत्र क्रिया कस्य अन्यथा सिद्धा भवति अथवा कं प्रति अन्यथा सिद्धा भवति इदानीं क्रिया? तत्र वाक्यमस्ति खलु तदानीं क्रिया अन्यथा सिद्धा भवति इति. तर्हि यथा कुलालस्य पिता घटनिर्माणं प्रति, घटनिर्माणम् इति कार्यं प्रति अन्यथा सिद्धः, तद्वत् इदानीं क्रिया किं कार्यं प्रति अन्यथा सिद्धा? संयोगनाशस्य. हा सत्यं. तर्हि संयोगनाशः इति यः यत्कार्यम् इदानीम् अस्ति तस्य तं प्रति अन्यथा सिद्धा इति आगच्छति. अस्तु अग्रे भगिनि. संयोगनाशात् पूर्वक्षणे विभागः अस्ति. तत्तु इदानीम् उक्तं न, संयोगनाशात् पूर्वक्षणे विभागः अस्ति इति. तर्हि क्रिया कारणत्वेन अन्यथा सिद्धा. हा हा अस्तु. तेन कारणं तु क्रिया नास्ति, तत्तु अन्यथा सिद्धा अस्ति संयोगनाशात्. संयोगनाशं प्रति, नाशं प्रति, हा नाशं प्रति अन्यथा सिद्धा. अग्रे भगिनि. यया प्रश्नः, यया क्रियया विभागः निष्पन्नः तया क्रियया किमर्थं संयोगनाशः न स्यात्? इदानीं पुनः प्रश्नः उदेति. किं वदति तत्तु स विभाग मम न सम्यक् न जानामि. प्रश्नः किं करोति, प्रश्नोत्तरं किं करोति इत्युक्ते पूर्वपक्षी प्रश्नः पृच्छति, सिद्धान्ती उत्तरं वदति. यया क्रियया विभागः निष्पन्नः तत्तु किं क्रिया विभागः कथम् आयाति इति निष्पन्नः अस्ति. तया क्रियया किमर्थं संयोगनाशः न भवति इति प्रश्नः पृच्छति. इत्युक्ते अवगच्छति खलु. इत्युक्ते अत्र प्रथमं प्रश्नः आसीत् तत्र क्रिया एव भवतु संयोगनाशस्य कारणम् इति. तर्हि क्रिया एव संयोगनाशस्य कारणम् इति स्वीकुर्मः चेत् तत्र यया क्रियया संयोगः जायते तया एव क्रियया संयोगः नश्यति अपि इति कृत्वा तथा न भवति इति सिद्धान्ती उक्तवान् तदेव रामप्रिया उक्तवती रामप्रिया भगिनी. पुनः तत् प्रश्नं पृच्छति पुनः तत् न तदर्थमेव उक्तवती अहं पुनः तत् प्रश्नः न इदानीं तर्हि तत्र पूर्वपक्षी पृच्छति तर्हि क्रिया अनन्त क्रिया क्रियान्तरं भवतु इति इत्युक्ते भिन्न भिन्नक्रिया किमर्थं न स्यात् इति प्रश्नः आसीत् खलु इत्युक्ते यया क्रियया संयोगः अभवत् तया क्रियया संयोगः नाशः इति न भिन्नक्रिया अस्ति चेत् तया क्रियया किमर्थं तथा न भवति इति प्रश्नः आसीत् तदर्थमेव इदानीं तस्य तस्मिन् विषये एव पुनः प्रश्नः आगच्छति इत्युक्ते यदा क्रिया जाता विभागः जातः तर्हि यः क्रियया या क्रियया अथवा यया क्रियया विभागः उत्पन्नः तया एव क्रियया किमर्थं संयोगनाशः न स्यात् इति कथं नास्ति इति हा इत्युक्ते तत्र द्वयोः क्रिययोः मध्ये यः भेदः अस्ति तत्तु अथवा प्रश्नयोः मध्ये वस्तुतः यः भेदः अस्ति तदवगच्छति खलु तत्र क्रियनाशः संयोगनाशः अस्ति इति विभागः अस्ति चेत् तत् क्रिया एव संयोगनाशः तु क्रिया भिन्ना भिन्नक्रिया विभागः निष्पन्नः तु संयोगनाशः कथं नास्ति इति हा तत् तत्र भिन्ना क्रिया यया तत्र संयो विभागः जायते तया क्रियया किमर्थं संयोगनाशः न स्यात् इति इदानीं प्रश्नः हा अस्तु भगिनि उत्तरं पठतु तर्हि विभागस्य क्षणे संयोगनाशः प्रतिपक्षी उत्तरं दीयते सिद्धान्ति उत्तरं वदति सिद्धान्ति उत्तरं वदति तर्हि विभागस्य क्षणे संयोगनाशः न भगिनि प्रथमं सम्पूर्णं पठतु तदनन्तरं क्रिया एव कारणं यदि क्रिया एव कारणं संयोगनाशस्य तर्हि विलम्बः कुतः प्रथमक्षणे क्रिया द्वितीयक्षणे विभागः तृतीयक्षणे संयोगनाशः इति अस्ति किल प्रक्रिया हा वदति सिद्धान्ति वदति विभाग तत्क्षणे संयोगनाशः तु अस्ति इति किमर्थं तथा वदति तत्र तर्हि विभागस्य क्षणे संयोगनाशः इति किमर्थं तथा वदति सिद्धान्ति अत्र न सिद्धान्ति एव कृते नश्यति एकं तक्षणं नास्ति इति वदति न तत्र भगिनि तत्र इदानीं प्रश्नः कः आसीत् तत्र इत्युक्ते यया क्रियया विभागः भवति तया एव क्रियया संयोगनाशः कुतः न जातः इति प्रश्नः खलु तत्र तस्य उत्तरत्वेन सिद्धान्ती वदति तर्हि विभागस्य क्षणे संयोगनाशः इत्युक्ते किं तत्र इति किमर्थं सः तथा वदति इत्युक्ते किम् इति मम प्रश्नः इत्युक्ते भवती अवगतवती वा इति तत् वाक्यम् इति अहं तदैव अवं वयं दृष्टवन्तः प्रथमे दृष्टवन्तः न विभागस्य प्रक्रिया इति भवति. प्रथमक्षणे क्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः इति अस्ति. तत् कारणात् विभागस्य क्षणे संयोगनाशः तु अस्ति इति. हा सत्यं, परन्तु तर्हि विभागस्य क्षणे संयोगनाशः इति किमर्थं सः तथा वदति इति मम प्रश्नः. विभागक्षणे संयोगः नास्ति न संयोग विभागः अस्ति चेत् संयोगनाशः तु अस्ति. विभागः अस्ति चेत् संयोगः नाशः अस्ति इत्युक्ते किम्? तत्र किञ्चित् इतोपि वदतु. तत्तु उदाहरणेन गतपटयोः विभागः अस्ति चेत् संयोगनाशः तु अस्ति न. सत्यं, परन्तु तत्र वाक्यं किम् अस्ति तत्र? तर्हि विभागस्य क्षणे संयोगनाशः इत्युक्ते किं? तत्र वस्तुतः क्रिया एव संयोगनाशस्य कारणम् इति चेत् यया क्रियया विभागः जायते तया एव क्रियया संयोगनाशः अपि भवति इति चेत् यस्मिन् क्षणे विभागः जायते तस्मिन् क्षणे एव संयोगनाशः अपि भवितुम् अर्हति खलु? सत्यं, तर्हि तत्र किमर्थं? परन्तु अस्माकं प्रक्रिया किम् आसीत्? भवती एव उक्तवती तत्र क्रिया, द्वितीयक्षणविभागः, तृतीयक्षणे संयोगनाशः. हा सत्यं, तर्हि द्वितीयक्षणे एव विभागः अपि च संयोगनाशः इति नास्ति खलु? द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः इति अस्ति, न तु समानक्षणे विभागः अपि च संयोगनाशः इति. तर्हि तत्र क्रिया एव कारणं चेत् तर्हि तत्र विलम्बः कुतः इति प्रश्नः. इत्युक्ते किमर्थं क्रिया अपि च संयोगनाशः तयोः मध्ये विलम्बः किमर्थम् अस्ति? द्वे अपि तत्क्षणे अस्ति, विलम्बः कथम् आयाति? किमर्थं विलम्बः अस्ति तत्र क्रिया अपि च संयोगनाशयोः मध्ये? क्रिया भवति चेत् तस्य उत्तरक्षणे एव संयोगनाशः भवतु, न तु द्वितीयक्षणे इति. अस्तु, तर्हि अग्रे शुकोनं महोदय, भवान् पठति वा? अपि च एतावत्पर्यन्तं प्रश्नः अस्ति वा? तत्र एकमेव प्रश्नः अस्ति मम. तत्र पूर्वस्मिन् परिच्छेदे नाम क्रिया तथा विभागः तदा पूर्वसंयोगनाशः इति, तदानीं क्रिया अन्यथा सिद्धा भवति इति दत्तमस्ति किल. तत्र मम प्रश्नः, लाघवार्थम् अन्यथा सिद्धत्वं स्वीकरोति वा इति. किमर्थम् एतादृशम् अहं पृच्छामि चेत्, तत्र विभागस्य अपि च संयोगस्य एकमेव कारणं क्रिया इति स्वीकुर्मश्चेत् विभागः भवति वा, विभागः कारयति वा, नो चेत् संयोगः कारयति वा क्रिया इति प्रश्नः भवति. किन्तु विभागः अपि च क्रिया द्वयं मिलित्वा पूर्वदेशसंयोगनाशः करोति, केवलं क्रिया विभागः एव कारयति इति स्वीकुर्मश्चेत् तत्र क्लेशः न भवति. किन्तु विभागः क्रियया जायते इति कृत्वा अपि च पूर्वदेशसंयोगनाशं प्रति तस्य व्यापारत्वं, तस्य जन्यत्वे तस्य सति तज्जन्यजनकत्वम् इति वयं स्वीकुर्मः. अतः यद्यपि क्रिया तस्मिन् क्षणे वर्तते, उत्तरसंयोगनाश यदा जायते तस्मिन् क्षणे क्रिया वर्तते अपि च विभागः वर्तते, लाघवार्थं केवलं विभागः एव भवतु, क्रिया न आवश्यकी इति लाघवार्थमेव तत्र अन्यथा सिद्धत्वं स्वीकरोति वा इति मम प्रश्नः. मम अवगमनं तथा नास्ति महोदय, किञ्चित् भिन्नमस्ति. इत्युक्ते क्रिया अस्ति चेत् क्रियया विभागः जायते खलु, तर्हि यदा विभागः जायते विभागेन संयोगनाशः भवति, तर्हि विभागः इत्यस्मिन् एव क्रिया अपि एकदृष्ट्या पश्यामः चेत् अन्तर्गतः खलु. इत्युक्ते क्रिया नास्ति चेत् विभागः नास्ति इति कृत्वा, अपि च व्यापारः इत्यस्मिन् यथा भवान् उक्तवान् तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति अस्ति, तर्हि क्रिया विभागस्य कारणम् अपि च संयोगनाशस्य कारणम् इति आगच्छति चेदेव तत्र क्रियायाः व्यापारत्वं भवति खलु. आम्, अतः एव मया तर्हि परन्तु तथा नास्ति इति मम अवगमनम्. इत्युक्ते क्रिया तत्र संयोगनाशस्य कारणं नास्ति, केवलं विभागस्य कारणं. तर्हि इति कृत्वा क्रिया तत्र क्रियायाः व्यापारत्वं नास्ति इति प्रथमं. द्वितीयम् अस्ति तत्र किमर्थं तथा अस्ति इति चेत् तत्र क्रिया अस्ति चेत् तत्र विभागः जायते विभागेन संयोगनाशः इति कृत्वा तत्र प्रायः संयोगनाशं प्रति क्रियायाः कारणत्वेन विभागरूपेण अन्तर्भूतमस्ति इति भवति इति कृत्वा तत्र तस्य साक्षात् कारणत्वेन तस्य उपस्थितिः प्रायः न अपेक्षते इति चिन्तयामि. अपि च केवलं चिन्तनार्थम् एतद् अहं वदामि, प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे क्रियातः विभागः जातमस्ति, इदानीं केवलं विभागः एव पूर्वदेशसंयोगनाशं प्रति कारणम् इति स्वीकुर्मश्चेत् तृतीयक्षणे केवलं चिन्तनार्थं क्रिया अपि नश्यति इति स्वीकुर्मश्चेत् तत्र पूर्वदेशसंयोगनाशः न भवति किल, विभागः अस्ति तृतीयक्षणे, अपि च तस्मिन् क्षणे एव क्रिया अपि नष्टः भवति इति स्वीकुर्मश्चेत् तत्र पूर्वदेशसंयोगनाशः वक्तव्यम्. क्रिया नास्ति चेदपि विभागः अस्ति इति कृत्वा, पूर्वक्षणे अस्ति, कार्याधिकरणे अस्ति इति कृत्वा, केवलं विभागस्य कारणत्वं वदामश्चेत् स्वीकुर्मश्चेत् तत्र पूर्वदेशसंयोगनाशः वक्तव्यं भवति, किन्तु तादृशं न भवति, क्रिया भवेत् न नास्ति खलु. यतोहि विभागः अस्ति चेत् विभागस्य अनन्तरं संयोगनाशः भवति, परन्तु यदा क्रिया सत्य यतोहि इत्युक्ते एकक्षणं, यथा भवान् उक्तवान् तत्र क्रिया विभागस्य द्वितीयक्षणे विभागस्य अनन्तरक्षणे इत्युक्ते क्रिया नश्यति चेत् नूतनसंयोगः न उत्पद्यति, परन्तु संयोगनाशः तु अभवत् एव. यतोहि तत्र विभागः जायते चेत् विभागस्य अनन्तरं संयोगनाशः तु भवति एव. इत्युक्ते हस्तपुस्तकं हस्ते पुस्तकम् अस्ति इति चिन्तयतु, तत्र हस्तपुस्तकयोः संयोगः अस्ति. इदानीं पुस्तके वा अथवा हस्ते वा किमपि कापि क्रिया जाता, क्रिया जाता इति कृत्वा इदानीं हस्तपुस्तकयोः विभागः अभवत्. इत्युक्ते हस्तात् पुस्तकं विभक्तम् इति वयं वदामः चेत् इदानीं हस्तपुस्तकयोः विभागः अभवत्. यदा तथा विभागः अभवत् तत्र हस्तपुस्तकयोः यः संयोगः आसीत् तद् नष्टं खलु इति आनुभविकम् अस्माकं तृतीयक्षणे. आम्, तदनन्तरं नूतनसंयोगः उत्पद्यते वा न वा इति भिन्नवार्ता. इत्युक्ते तत्र क्रिया वस्तुतः तत्र क्रिया तु इदानीमपि जायमाना अस्ति इति कृत्वा नूतनसंयोगः उत्पद्यते एव, परन्तु तत्र विवादार्थं वयं स्वीकुर्मः चेत् इत्युक्ते विभागस्य अनन्तरं क्रिया नश्यति इति स्वीकुर्मः चेत् नूतनक्रिया न क्षम्यता नूतनसंयोगः न उत्पद्यते परन्तु संयोगनाशः तु जायते एव. अस्तु इति कृत्वा एव तत्र प्रायः विभागस्य एव कारणत्वं स्वीकृतम् इति मम अवगमनं. तत् पर्याप्तं भवति. किन्तु क्रियस्य क्रियायाः नाशः न तृतीयक्षणेन भवत्येव. किमर्थमित्युक्ते नूतन आकाशेन संयोगः भवेत्येव. आकाशः विभुः इति कृत्वा सत्यं तत्र सर्वदा भवेत्येव इति कारणात् क्रिया तृतीयक्षणे नश्यति इति न स्वीकर्तुं शक्यते एव. नूतन देशेन संयोगः भवति तदनन्तरमेव क्रियायाः नाशः स्वीकार्यः. सत्यम् इति ऐ मीन् इति एव तत्र आनुभविकम् अस्ति अस्माकं खलु. तत् पर्याप्तं भवति. विभागः एव पर्याप्तं भवति कारणत्वेन. कारणत्वेन विभागः एव पर्याप्तं भवति इत्युक्ते तत्र आङ्ग्लभाषायां वदामः खलु नेसेसरि अण्ड् सफिशियण्ट् कण्डिशन् इति. तथा केवलं विभागः स्वीकुर्मः चेत् तथा पर्याप्तं भवति. यत्र व्यापारः अस्ति तत्र तादृशं नास्ति इति मम अवगमनम्. आम् किन्तु तदा अतः एव मया उक्तं यदा क्रिया अपि कारणम् इति स्वीकुरु. किमर्थम् इत्युक्ते क्रिया अस्ति कार्याधिकरणे अस्ति सर्वदा अस्ति इति तत्र ये निकषाः सन्ति तत्सर्वं पूरयति क्रिया इति कृत्वा तदपि स्वीकर्तुं शक्यते. क्रिया अपि कारणं भवति मिलित्वा केवलं क्रिया इति नास्ति. क्रिया अपि च विभागाख्यगुणः द्वयं मिलित्वा पूर्वदेशसंयोगनाशः करोति कुरुतः इति वयं स्वीकुर्मश्चेत् तत्र दोषः किमपि नास्ति. किन्तु लाघवार्थं विभागः एव पर्याप्तं. हा सत्यं सत्यम् इत्युक्ते तत्र क्रिया इत्यस्य आवश्यकता नास्ति. सत्यम् आम् आम् अस्तु. इदानीं कुतः आरभ्य पठनीयं भगिनि? प्रश्नः इति वा? तथा मन्यते चेत् तथा मन्यते चेत् अस्तु. तथा प्रश्नः तथा मन्यते चेत् किमर्थं तत्र दण्डः कृतः? किन्तु प्रतिपक्षी वदेत् यत् विभागः संयोगनाशः च समानकाले किमर्थं न स्यात्? नाम विभागः अतिरिक्तगुणः मा भवतु इति पूर्वपक्षी वदति. किमर्थं विभागाख्यगुणः अतिरिक्तगुणः इति द्वितीयक्षणे स्वीकार्यं? द्वितीयक्षणे एव क्रियया संयोगनाशः साक्षात् भवतु इति किमर्थं वयं न स्वीकुर्मः इति प्रश्नः पूर्वपक्षी क्रियते. तत्र दण्डः किमर्थं भगिनि? तथा मन्यते चेत् वाक्यस्य सत्यं न जानामि. प्रायः किमपि टैपो स्यात्. इदानीं तस्य उत्तरं वदति सिद्धान्ती. तर्हि संयोगनाशः एव विभागः भवतु इति पृच्छति वा इति पूर्वपक्षिणः प्रति सिद्धान्ती पृच्छति प्रश्नः. सत्यम् इति आम् संयोगनाशः एव विभागः इति किमर्थं वयं न स्वीकुर्मः इति पर्यवसति. तदेव मम प्रश्नः इति पूर्वपक्षी वदति. तस्य उत्तरम् इदानीं ददाति सिद्धान्ती. संयोगनाशः एव विभागः इति स्वीक्रियते चेत् विभक्तः इति प्रत्ययः भवति लोके. हस्तात् विभक्तं पुस्तकं. विभक्तः इति प्रत्ययस्य प्रत्यक्षं लोके अस्ति. हस्तपुस्तकयोर्विभागो जातः इति संयोगो नष्टः इत्यर्थः इति वदतु. किन्तु विभक्तः इत्यस्य कथनेन एकः अवधिः अस्माभिः अनुभूयते. हस्तात् पुस्तकं विभक्तं. पञ्चम्यन्तप्रयोगः क्रियते इत्युक्ते कश्चन अवधिः अस्ति. संयोगनाशः इति चेत् नाशस्य अवधिः न भवति. अतः पृथक्तया सावधिकः कश्चन पदार्थः अस्ति इति वक्तव्यम्. इति किमर्थं संयोगनाशः एव विभागः इति स्वीकर्तुं न शक्यते इति शक्यते न शक्यते इति तस्य उत्तरं सिद्धान्ती ददति अस्मिन् परिच्छेदे. एकं तु विभक्तः इति प्रतीतिः, प्रत्ययः इत्युक्ते ज्ञानं लोके वर्तते. हस्तपुस्तकयोः मध्ये पूर्वं संयोगः आसीत्, इदानीं हस्तः अन्यत्र गतः इति कृत्वा तयोः मध्ये विभागः अस्ति इति प्रत्यक्षेन वयं ज्ञातुं शक्यते, अपि च तादृशं व्यवहारमपि कुर्मः. हस्तपुस्तकमध्ये इदानीं संयोगः अस्ति वा इति पृष्टे सति न, तौ विभक्तौ इति वयं व्यवहारं कुर्मः. विभागाख्यगुणः अस्ति इति न स्वीकुर्मश्चेत् कदा कथं वा तादृशव्यवहारः भवितुम् अर्हति इति इति एकः प्रश्नः, इति एकः स्थितिः. अतः विभागाख्यगुणः स्वीकार्यम् इति तत्र उत्तररूपेण एकः. अपि च विभक्तः इति वदामश्चेत् तत्र अवधिः अस्ति, कस्मात् विभक्तः. हस्तपुस्तकयोः मध्ये पूर्वं संयोगः आसीत्, इदानीं पुस्तकात् हस्तः विभक्तः इति अवधिं स्वीकृत्य तत्र वक्तुं शक्यते. किन्तु केवलं नाशः इति वदामश्चेत् हस्तपुस्तकयोः मध्ये यत् संयोगः आसीत् तद् इदानीं नष्टः इति वदामश्चेत् तत्र किमपि अवधिः नास्ति. एतत् सर्वं वयं पूर्वं पठितं, तत्र अवधिः, निखिलावधिः इत्यादिकम् अस्माभिः पठितं, तत् पुनः स्मर्तव्यम् इति अस्ति. अत्र सारांशः किमित्युक्ते, न केवलं नाशः इति वदामश्चेत् तत्र किमपि अवधिः न वक्तुं शक्यते. घटः नाशः इव भवति हस्तपुस्तकयोः मध्ये संयोगः नाशः इति, तादृशम् एवमेव भवति. नाशः इति वदामश्चेत् कस्मात् इति न वक्तुं शक्यते, किन्तु विभक्तः इति वदामश्चेत् पुस्तकात् हस्तः विभक्तः इति तयोः मध्ये वैशिष्ट्यम् अति इति कृत्वा, एकं तु व्यवहारः अस्ति लोके प्रत्यक्षेन वयं पश्यामः, अपि च द्वितीयं तयोः मध्ये भेदः अस्ति. विभक्तः इति स्वीकुर्मश्चेत् अवधिः वक्तुं शक्यते, किन्तु नाशः इति स्वीकुर्मश्चेत् तत्र अवधिः न वक्तुं शक्यते इति कृत्वा संयोगनाशः संयोगनाशः एव विभागः इति न स्वीकर्तुं शक्यते इति सिद्धान्तिः वदति. महोदय, अत्र किञ्चित् सावधिकपदार्थः इत्युक्ते किम् इति किञ्चित् स्मारयति वा? सावधिकपदार्थः, पदार्थः इत्युक्ते अत्र गुणः, गुणः तु पदार्थः इति कृत्वा, सावधिकपदार्थः, सावधिकः गुणः, विभागः, विभागाख्यगुणः सावधिकः. सावधिकः इत्युक्ते अवध्या सह, इत्युक्ते कस्मात् विभक्तः, हस्तपुस्तकयोः मध्ये विभागः जातः इति वदामश्चेत् तत्र कस्मात् विभक्तः इति पृष्टे सति अस्माभिः उत्तरं दातुं शक्यते. हस्तात् पुस्तकं विभक्तं, पुस्तकात् हस्तः विभक्तः इति तत्र उत्तरं दातुं शक्यते इति कृत्वा, विभागाख्यगुणः सावधिकः भवति, किन्तु नाशः तादृशं नास्ति इति अस्ति. इत्युक्ते अपि च सावधिकः पदार्थः इत्युक्ते, एकं तु यथा भवान् उक्तवान् तत्र प्रश्नस्य उत्तरमस्ति, अपि च तत्र यदा वयं वदामः पुस्तकं विभक्तम् इति वदामः चेत् तत्र सम्पूर्ण अर्थः अपि न आगच्छति खलु, इत्युक्ते कस्मात् इति प्रश्नः उदेति एव. इत्युक्ते तत्र विभागः इति यदा विभक्तः इति वदामः तत्र कस्मात् विभक्तः इति न वदामः चेत् तत्र अर्थपूरणं न भवति. परन्तु इदानीं यदा वदामः हस्तस्य संयोगनाशः जातः इति अस्ति चेत् तत्र तादृशप्रश्नः कस्मात् संयोगनाशः इति प्रष्टुं न शक्नुमः इति कृत्वा तयोः मध्ये तत्र सावधिकः पदार्थः इति इत्युक्ते विभक्तः एव संयोगनाशः इति स्वीकुर्मः चेत् तथा न भवति इति कृत्वा तत्र कश्चन सावधिकः पदार्थः भवतु इति भवति. अस्तु, तर्हि एकक्षणम्, अत्र सर्वे अवगतवन्तः वा अत्र विषयः कः इति? यतोहि किञ्चित् मुख्य अंशः अस्ति यत् एतस्य विषयस्य एव तत्र वयं विद्याधरीपुस्तके अपि एतस्मात् एव आरभ्य कृतवन्तः. तत्र संयोगनाशः एव किमर्थं विभागः न स्यात् इति, विभागः इति अतिरिक्तः गुणः किमर्थम् आवश्यकम् इति. तर्हि प्रश्नः अस्ति वा? अस्तु, तर्हि सुनील् महोदय, भवान् एषः एव भागः पुनः एकवारं पठित्वा किञ्चित् प्रतिपादयति वा? अत्र उत्तरमस्ति, संयोगनाशः एव विभागः इति स्वीक्रियते चेत् विभक्तः इति प्रत्ययः भवति लोके. हस्तात् विभक्तं पुस्तकम्, अहम् एकैकं वदामि. अत्र इदानीं संयोगनाशः एव विभागः इति एकमेव स्वीकुर्मः चेत् अत्र लोके विभक्तः इति प्रत्ययः भवति. हस्तात् विभक्तं पुस्तकम् इति वाक्यं भवति. विभक्तः इति प्रत्ययस्य प्रत्यक्षं लोके अस्ति, अतः इदानीं वयं जानीमः विभक्तः इति प्रत्यक्षे वयं पश्यामः. हस्तपुस्तकयोर्विभागो जातः इति, इत्युक्ते अत्र हस्तपुस्तकयोर्मध्ये विभागः अस्ति इति विभक्तेन विभक्तः इति प्रत्ययेन वयं जानीमः. संयोगो नष्टः इत्यर्थः इति वदतु. अतः अन्यरीत्या संयोगः नष्टः इति अर्थः अस्ति. किन्तु विभक्तः इत्यस्य कथनेन एकः अवधिः अस्माभिः अनुभूयते. अत्र विभक्तः इति वदामः, संयोगः नष्टः इति तदर्थरीत्या विभक्तः इति वदामः चेत् अत्र एकस्य अवधिः अत्र अनुभूयते. हस्तात् पुस्तकं विभक्तम् इत्युक्ते अत्र उदाहरणं हस्तात् पुस्तकं विभक्तम् इति, अतः पुस्तकं विभक्तं कुतः इति अपि अस्ति अत्र. पञ्चम्यन्तप्रयोगः क्रियते इत्युक्ते कश्चन अवधिः अस्ति, अतः अत्र हस्तात् इति पञ्चमी प्रयोगः, अतः तत्र कुतः इति अवधिः इति अपि अत्र अस्ति. संयोगनाशः इति चेत् नाशस्य अवधिः न भवति, अतः केवलम् इति न, विभक्तः इति न, संयोगनाशः इति वदामः चेत् अत्र अवधिः नास्ति. अतः एकक्षणं महोदय, तत्र किमर्थं संयोगनाशः इति चेत् अवधिः नास्ति, अपि च विभक्तः इति वदामः चेत् अवधिः अस्ति? यदा विभक्तः इति केवलं विभक्तः इति वदामः चेत् कुतः विभक्तः इति प्रश्नः उदेति. अतः वयम् अत्र हस्तात् पुस्तकं विभक्तं, वृक्षात् फलं विभक्तम् इति पञ्चमीम् उपयुज्य वदामः, अतः अत्र अवधिः अपि अस्ति. परन्तु संयोगनाशः इति वदामः चेत् अत्र हस्तपुस्तकयोः संयोगनाशः भवति इति अत्र अवधिः नास्ति. अतः पृथक्तया सावधिकः कश्चन पदार्थः अस्ति इति वक्तव्यम्. अतः अत्र विभक्तः इति वदामः चेत् अत्र कुतः इति अपि वक्तव्यम्. अस्तु, हा, तर्हि सावधिकः तत्र किञ्चित् इतोपि वदतु महोदय, तत्र अत्र सावधिकः इत्युक्ते अत्र पृथक्त्वं कुतः अस्ति इति अपि अत्र वक्तव्यम्, इत्युक्ते अत्र विभक्तः इति वदामः चेत् इत्युक्ते अत्र फलं विभक्तम् इति वदामः चेत् अत्र किञ्चित् कुतूहलं भवति कुतः इति, अतः अत्र वृक्षात् इति अपि अत्र वक्तव्यं स्पष्टीकरणार्थम्. परन्तु तत्र यदा संयोगनाशः इति अस्ति तदा तत्र तादृश स्पष्टीकरणस्य आवश्यकता नास्ति. अस्तु, सम्यक्. तर्हि भवानेव अग्रे पठति वा? इदानीं प्रश्नः. सत्यं, तर्हि अतिरिक्तः गुणः विभागः इति भवतु, किन्तु स च विभागः संयोगनाशात् पूर्वम् अस्ति इति तु न उक्तम्. पूर्ववृत्तित्वं प्रमाणितं भवेत्. केचन वदन्ति यत् विभागः संयोगनाशात् भिन्नः इति, चेदपि तस्य पूर्ववृत्तित्वस्य प्रमाणं नास्ति. संयोगनाशस्य पूर्ववृत्तित्वाभावात् यद्यपि तादृशविभागरूपप्रत्ययः स्यात्, किन्तु विभागः संयोगनाशं प्रति कारणं पूर्ववृत्तित्वाभावात् कथं वा स्यात्? अत्र इदानीं पुनः अस्ति अत्र एवं पूर्वस्य विभक्तयः संयोगनाशः इति अङ्गीकृत्वा सत्यमिति वदति. परन्तु अत्र तर्हि किमर्थं सत्यमिति वदति, पुनः वदतु एकवारम्. अत्र पृथक्तया सावधिकः कश्चन पदार्थः इति वक्तव्यम् इति तदेव किल सत्यम् इत्युक्ते तत्र सावधिकपदार्थः किञ्चित् भिन्नः भवतु इति कृत्वा तत्र विभागः इति आवश्यकः इति. तर्हि अतिरिक्तगुणः विभागः इति भवतु. अत्र इदानीम् उदाहरणरीत्या अत्र विभागः गुणः इति भवतु इति, किन्तु स च विभागः संयोगनाशात् पूर्वम् अस्ति इति तु न उक्तम्. अत्र अस्माकं प्रक्रिया अस्ति विभागः अनन्तरं संयोगनाशः इति आगच्छति, अतः अत्र विभागः संयोगनाशात् पूर्वम् अस्ति इति न उक्तम् इति. पूर्ववृत्तित्वं प्रमाणितं भवेत्. पूर्ववृत्तित्वं प्रमाणितं भवेत् इत्युक्ते अत्र विभागः संयोगनाशात् पूर्वम् अस्ति इति अत्र तादृश पूर्ववृत्तित्वं प्रमाणितं भवेत् इति इत्युक्ते तत्र तत्र विभागः संयोगनाशात् पूर्वम् अस्ति इति न उक्तम् इत्युक्ते तत्र तत्र यत् प्रक्रिया या प्रक्रिया वयं स्वीकृतवन्तः तत्र तु प्रथमं क्रिया, क्रिया अनन्तरं विभागः, विभागस्य अनन्तरं संयोगनाशः इति अस्ति खलु. परन्तु तत्र तस्य प्रमाणं किम् इति इदानीं तत्र पूर्वपक्षी पृच्छति. इत्युक्ते तत्र क्रिया विभागः इति भिन्नगुणः भवतु इति तु सत्यं, यतोहि सावधिकपदार्थः आवश्यकः इति कृत्वा विभागः इति कश्चन भिन्नपदार्थः भवतु. परन्तु सः पदार्थः संयोगनाशस्य पूर्वं कथं किमर्थं भवति इत्युक्ते तस्य प्रमाणं किम्, तस्य पूर्ववृत्तित्वस्य इत्युक्ते तत्पूर्वं भवति इत्यस्य प्रमाणं किम् इत्युक्ते संयोगनाशस्य पूर्वं विभागः भवति इति कृत्वा एव वयम् उक्तवन्तः खलु, इत्युक्ते क्रियया विभागः जायते विभागेन संयोगनाशः इति वयं विभागस्य एव कारणत्वं स्वीकृतवन्तः संयोगनाशं प्रति. तर्हि इदानीं सः पृच्छति तस्य प्रमाणं किम् इत्युक्ते विभागः संयोगनाशस्य पूर्वं भवति इत्यस्य प्रमाणम् इति कुतः आगच्छति इति पृच्छति. अतः केचन वदन्ति यत् विभागः संयोगनाशात् भिन्नः इति चेदपि तस्य पूर्ववृत्तित्वस्य प्रमाणं नास्ति इति. तदेव इदानीं भवती उक्तवती संयोगनाशस्य पूर्ववृत्तित्वाभावात् यद्यपि तादृशविभागरूपप्रत्ययः स्यात् किन्तु विभागः संयोगनाशं प्रति कारणं पूर्ववृत्तित्वाभावात् कथं वा स्यात्. अतः अत्र संयोगनाशात् पूर्वं विभागः इति आगच्छति इति अत्र प्रमाणं नास्ति. अनन्तरं संयोगनाशस्य पूर्ववृत्तित्वाभावात् यद्यपि तादृशविभागरूपप्रत्ययः स्यात् किन्तु विभागः संयोगनाशं प्रति कारणं पूर्ववृत्तित्वाभावात् कथं वा स्यात् इति पुनः पृच्छति. इत्युक्ते तत्र इतोपि किञ्चित् वदतु तस्मिन् विषये तत्र तत्र प्रश्नस्य प्रश्नः कः इति. अत्र अस्माकं प्रक्रिया अस्ति प्रक्रियायां विभागः प्रथमम् आगच्छति अनन्तरं संयोगनाशः इति. अत्र प्रथमभागे अस्ति एवं विभागः प्रथमं अस्ति इति पूर्ववृत्तित्वं इति नियमः कुत्र अस्ति इति अत्र प्रमाणं नास्ति इति. तदनन्तरं संयोगनाशस्य पूर्ववृत्तित्वाभावात् यद्यपि तादृशविभागरूपप्रत्ययः स्यात् किन्तु विभागः संयोगनाशं प्रति कारणं पूर्ववृत्तित्वाभावात् कथं वा स्यात् इत्युक्ते अत्र संयोगनाशं प्रति विभागः पूर्वं कारणम् अत्र पूर्ववृत्तित्वं भूत्वा कारणम् अस्ति इति कथं भवति इति प्रश्नः. इत्युक्ते तत्र पूर्ववृत्तित्वं नास्ति चेत् तर्हि संयोगनाशः नाशस्य कारणं विभागः कथं भवितुं शक्नोति इति प्रश्नः. अस्तु तर्हि अद्य अत्र समापयामः यतोहि यदा अहं पूर्वम् उक्तवती किञ्चित् प्रायः पञ्चनिमिषं यावत् किञ्चित् चर्चा करणीया अस्ति अस्माभिः. तर्हि इदानीं मुद्रणं स्थगयामि अहम्.